पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 44 शेष उवाच आगत्य सविधे रुद्रं समराङ्गणमूर्धनि जगाद हनुमान् वीरसंजि हीर्षुसुराधिपं हनुमानुवाच त्वं यदा चरसे रुद्रधर्मस्य प्रतिकूलनं तस्मात् त्वां शास्तुमिच्छामि रामभक्तवधोद्यतं मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितं रघुनाथ पदस्मारी नित्यं रुद्रपिनाकभृद तत्सर्वं तु मृषा जातम् शत्रुघ्नं प्रतियुध्यतः पुष्कलो मे हतशूरशत्रुघ्नोऽपि विमूर्च्छितः तस्मात् त्वां पादयाम्यद्य त्रैलोक्यप्रलयोद्यतं यत्नात्तिष्ठस्व भो शर्व रामभक्तिपराङ्मुखः शेष उवाच इत्युक्तवन्तं प्लवगं प्रोवाच स महेश्वरः धन्योऽसि वीरवर्यस्त्वं भवान्वददि नो मृषा मत्स्वामी रामचन्द्रोऽयं सुरासुरनमस्कृतः तदश्वमानयामास शत्रुघ्नः परवीरः तद्रक्षार्थं समायादस्तद्भक्त्यादु वशीकृतः यथा कथञ्चिद्भक्तोऽसौ रक्ष्यस्वात्मा इति स्थितिः रघुनाथकृपां कृत्वा विलोकयतु निस्त्रपं मां स्वभक्त सुदुःखेन किञ्चित् कोपं दधन्महान् शेष उवाच एवं वदति चण्डीशे हनूमान् कुपिदो भृशं शिलामादाय महदीं ताडयामास तद्रथम् शिलया ताडितस्तस्य रथशकलतां गतः ससूदसहह्यकेदु पदाकाभिः समन्वितः नभस्था देवता सर्वा प्रशंसुकपीश्वरं धन्योऽसि प्लवगाधीश महत्कर्म त्वया कृतं श्रीशिवं विरथं दृष्ट्वा नन्दीतं समुपाद्रवद उवाच श्रीमहादेवं मत्पृष्ठं गम्यदामिति वृषस्थितं तु भूदेशं हनूमान् कुबिदो भृशं शिलामुत्पाट्यतरसा प्राहनधृदये तदा तदाहदो भूतपदिशूलं तीक्ष्णं समाददे जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् आयातम् तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभं हस्ते गृहीत्वा तरसा बभञ्च तिलशः क्षणाद भग्नेत्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः शक्तिं करे समाधत्त सर्वलोकविनिर्मिताम् सा शक्तिशिवनिर्मुक्ता हृदये तस्य धीमदः लग्नाक्षणादभूत्तत्र विक्लवः प्रवगाधिपः क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणं ताडयामास हृदये महाव्यालविभूषिते ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः इतस्ततस्ते तं मुक्त्वा गदा पादालमुज्जवाः शिवस्तस्मिन्नगे मुक्ते वक्षसिस्वे निरीक्ष्य च कुपितो व्यदधात् घोरं मुसलं करयुग्मके हदोऽसि गच्छत् सङ्ग्रामात् पलाय प्लवगाधम येष ते प्राणहं ताहं मुसलेन क्षणादिह मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै कीश्यस्तद्वञ्चयामास महावेगाद्धरिं स्मरन् मुसलं तत्पपाताध शिवमुक्तं महायसं विदार्य पृथिवीं सर्वां जगाम च रसातलं तदा प्रकुपितोऽत्यन्तं हनूमान् रामसेवकः गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि स यावत् पर्वतं चेत्तुं मदिं चक्रे सतीपदिः तावद्धधः कपीन्द्रेण शालेन बहुशाकिना तमपिच्छेत्तु मुद्युक्तो यावत्तावच्छिलाहदः शिलास्ताभेदिदुं स्वान्तं चकार मृड उद्यदः तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः लाङ्गूलेन च संवेष्ट्य ताडयत्येष भूदपम् शिलाभिपर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः नन्दीप्राप्तो महात्रासं चन्द्रोऽपि शकलीकृतः अत्यन्तं विह्वलो जादो महेशानप्रकोपनः क्षणे क्षणे प्रहारेण विह्वलं कुर्वदं भृशम् जगादप्लवगाधीशं धन्योऽसि रघुपान्नुग महत्कर्म कृतं तेऽद्य यत्तेऽहं सुप्रतोषिदः न दानेन न यज्ञेन नाल्पेन तपसा ह्यहं सुलभोऽस्मि महावेग तस्मात् प्रार्थय मे वरं शेष उवाच एवं ब्रुवन्तं तं दृष्ट्वा हनूमान् निजगादतं प्रहसन्निर्भिया वाण्या महेशानं सुतोषितं हनूमानुवाच रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर तथापि याचेहि वरं त्वत्तः समरतोषिताद् एष पुष्कलसंज्ञो नः समरे पदिदो हतः तथैव रामावरजशत्रुघ्नो मूर्च्छितोरणे अन्ये च वीरा बहवः पतिता शरवीक्षताः मूर्च्छिताः पतिता केचित् तान् रक्षस्व गणैः सह यथा चैदान्महाभूता वेदालाश्च पिशाचकाः न हरन्ति न खादन्ति श्वशृगालादयस्तथा यदेषां वपुषो भेदो न भवेत्त्वं तथाचर यावदिन्द्रगणं जित्वा नयामि द्रोणपर्वतं तत्र स्था ओषधीर्वापि नीत्वा संस्थापितान् भटान् जीवयामि बलात् सर्वां स्तावत्त्वं रक्ष सर्वशः येष गच्छामि तं नेदुं द्रोणं पर्वतसत्तमं यस्मिन्वसन्त्योषधयप्राणिसञ्जीवनं कराः एतद्वच समाकर्ण्य तथेदि निजगाधतं याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृदान् तच्छ्रुत्वा वाक्यमीशस्य जगामद्रोणपर्वतं द्वीपान् सर्वानधिक्रम्य जगामक्षीरसागरम् अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान् श्मशानं तद्गणैस्वीयैर्महाबलपराक्रमैः हनुमान् द्रोणमासाद्य द्रोणं नाम महागिरिं लाङ्गूले तं निधायाशु प्रतस्थे रणमण्डलं तं नेदुमुद्यदे विप्र चकम्पे स च पर्वतः कम्पमानं तु तं दृष्ट्वा तत्पाला देवतागणाः हा हेदि कृत्वा प्रोचुस्ते किमिदं भविता गिरौ कोह्येनं नयदे वीरो महाबलपराक्रमः एवं कृत्वा सुरा सर्वे संहदा ददृशुकपिं मुञ्चैनमिदि तं प्रोच्य जघ्नुशस्त्रास्त्रकोडिभिः तान् सर्वान्निघ्नदो दृष्ट्वा हनूमान् कुपिदो भृशं जघान तान् क्षणाद्वीरशक्रः सर्वासुरान्यथा केचित् पदाहतास्तत्र केचित् कर विमर्शिताः लाङ्गूलेन हदा केचित् केचित् शृङ्गेण चाहताः सर्वे ते नाशमापन्नाः क्षणात् कीशेन ताडिताः केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः केचित् कीशभयात्रस्ता जग्मुशक्रं सुराधिपं क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः तान् दृष्ट्वा भयसंविघ्नान् नृधिरेण परिप्लुतान् सुराञ्जगाद विमनाशक्रः सर्वसुरोत्तमः कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः केन दैत्येन निगदा राक्षसेनाधमेन वा सर्वं शंसदमेतध्यं यदा ज्ञात्वा व्रजामिदं निहत्य बद्ध्वा चायामि युष्मत्खादकमुन्मदम् इति वाक्यं समाकर्ण्य तुरासाकं सुरोत्तमाः जगदुर्दिनयावाच सुरासुर नमस्कृतं देवाऊचुः इहागत्य न जानीम कश्चिद्वानररूपधृक नेदुं द्रोणं समुद्युक्तो लाङ्गूले व्येष्ट्यतं गिरिं गन्तुं कृतमधिस्तावद्वयं सर्वे सुसंहताः युद्धं चक्रुः सुसन्नद्धाः सर्वशास्त्रास्त्रवर्षिणः तेन सर्वे वयं युद्धे निर्जिता बलशालिना अनेके निहतास्तत्र भूमौ पेदुःसुरोत्तमाः वयं तु बहुभिः पुण्यैर्जीविता इह चागताः शोणितेन सुसिक्ताङ्गाः क्षतपीडा समन्विताः एतद्वाक्यं समाकर्ण्य सुराणां स पुरन्दरः आदिदेशसुरान् सर्वान् महाबलसमन्वितान् यादमाहाद्रोणगिरिं कपिं बद्धुं महाबलं बद्ध्वा न यदयूयं वै सुराणां रणपादकम् इत्याज्ञप्ताययुस्ते वै द्रोणं पर्वतसत्तमं यत्रास्ते बलवान्वीरो हनुमान् कपिसत्तमः गत्वा ते प्राहरन् सर्वे हनुमन्दं महाबलं हनूमदादे निहदा मुष्टिभिः करताडनैः पतितास्ते क्षणात्तत्र रुधिरक्षदविग्रहाः अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् तच्छ्रुत्वा कुपिदशक्रः सर्वानमरसत्तमान् आदिदेशमहावीरं वानरेन्द्रं सुरोत्तमः तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली तान् सर्वानाकदान् दृष्ट्वा जगाद कपिसत्तमः मायां तु वीरासमरे संहर्तारं हि मां बलाद नेष्यामि युष्मानधुना संव्यमिन्या पुरोन्दिगे जित्युक्ता अपि ते सर्वे सन्नद्धा प्राहरन् कपिं शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः केचिच्चूलैः परशुभिः केचित् खड्गैश्च पट्टिशैः मुसलैः शक्तिभिः केचित् क्रोधेन कलुषीकृताः स आहतो मरवरैर्विविधैरायुधैर्बली शिलाभिस्ताञ्जखानाशु सर्वानमरसत्तमान् केचित् पलाय आहुस्ते गदाशक्रसमीपकं तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः बृहस्पतिं सुराध्यक्षं मन्त्रिणं स्वर्गवासिनां पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् इन्द्र उवाच कोऽसौयो वानरो द्रोणं नेतुं स्वामिन् समागतः येन मे निहदा वीरा अमराशस्त्रधारिणः शेष उवाच एतच्छ्रुत्वा तु तद्वाक्यमुक्तमाङ्गिरसो महान् जगादभयसंविघ्नं दुरासाहं सुराधिपं बृहस्पतिरुवाच यो रावणमहन्सङ्ख्ये कुम्भकर्णमदीदहद येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः येन लङ्का सत्रिकूडा निर्दग्धा पुच्छवह्निना अक्षश्च निहदो येन हनूमन्दमवेहितं तेन सर्वे विनिहदा द्रोणार्थमयमुद्यतः हयमेधं महाराजकरोति बलिसत्तमः तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् जहार तत्र समभ्रूद्रणं सुरविमोहनं शिवेन निहतासङ्ख्ये वीरारामस्य भूरिशः तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः नायं वर्षशतैर्जेयो भवदा बलसंयुधः तस्मात् प्रसादय कपिं देहि तत्रत्यमौषधम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ देवानां पराजयो नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॐ